नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति प्रेरणार्थे निच् विशेष अजन्तदातवः इति विषयः अनुवर्तते. एतावता अस्माभिः दृष्टं यत् विशेषधातुषु अत्र आकारान्तधातवः ये सन्ति तेषां तु पुगागमः भवति अर्ति ह्री व्रीरि ग्नु युष्मायातं पुङ्नौ इति. अपि च तेषु अपि केचन धातवः सन्ति येषां युगागमः भवति शाचासाह्वाव्यावेपं युक् इत्यनेन युगागमः भवति. तत्र पा इति अस्मिन् विषये पा धातोः विषये पा पाने इत्यत्र युगागमः भवति शाचासाह्वाव्यावेपम् इति सूत्रेण. अपि च पा शोषणे पैशोषणे इत्यत्रापि युगागमः भवति. उभयत्र पाययति इति रूपं लभ्यते पापाने अपि च पैशोषणे. परन्तु पा इत्यत्र रक्षणे इति अदादिगणीयधातुः यः अस्ति तत्र तु युगागमः भवति न तु पुगागमः. अतः पालयति इति रूपं लभ्यते इति दृष्टं. तत्र पा रक्षणे इत्येव विशेषः अस्ति यतोहि तत्र शाचासाह्वा व्यावेपां युक् इतिनेन युगागमं प्रबाद्य लुगागमः भवति. लुगागमः तस्य वक्तव्यः इति वर्तकेन. अपि च तत्र वा वै शोषणे इति यः धातुः अस्ति वैशोषणे एजन्तधातुः इति कृत्वा आत्वं भवति आदेश उपदेशिति. तत्पश्चात् यदा अकारान्तः भवति तदानीम् अर्तिह्रीव्लीक्ष्मीष्मायाताम् इत्यनेन पुगागमः. अतः वापयति इति रूपमस्ति वैशोषणे इत्यस्य. परन्तु यदि वैधातोः कम्पने इति अर्थः भवति कम्पनार्थे तदानीं जुगागमः भवति वो विदुनने जुक् इत्यनेन. अतः वाजयति इति रूपमस्ति चेत् कम्पनम् इति अर्थः इति ज्ञातुं शक्नुमः. वापयति इति चेत् शोषणार्थे अस्ति. तत्पश्चात् अस्माभिः ला धातोः विषये दृष्टम् आकारान्तधातुः. तत्र एकं सूत्रमस्ति लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने इति सूत्रेण लीलोः ली अपि च ला अनयोः नुग्लुक् नुग्लुकौ नुगागमः अथवा लुगागमः. ली धातोः नुगागमः अनन्तरं ला धातोः लुगागमः भवति क्रमेण भवति. नुग्लुकौ इत्युक्तं तत्र क्रमेण यथासङ्ख्यम् अनुदेशसमानाम् इत्यनेन क्रमेण आदेशः आदेशौ भवतः. अत्र ला इति धातोः सामान्यतया ला धातोः अकारान्तधातुः इति कृत्वा पुगागमः भवति. अतः लापयति इति रूपं सामान्यरूपम् अस्ति. परन्तु यदा स्नेहविपातने इति अर्थः अस्ति तदानीं पुगागमं प्रबाद्य तत्र लुगागमः भवति. अतः लालयति इति रूपम् भवति लापयति अथवा लालयति इति रूपम्. अपि च ली धातोः विषये नुगागमः भवति यतः लीनयति इति विकल्पेन रूपं. यस्मिन् पक्षे नुगागमः नास्ति तस्मिन् पक्षे ली धातोः तत्र अचोयणिति इत्यनेन वृद्धिः भवति लै अनन्तरं लाययति इति रूपं भवति. तर्हि ली धातोः विषये अग्रे अपि पुनः पश्यामः इकारान्तेषु. तदनन्तरम् अस्माभिः दृष्टम् अर्थविशेषे अपि केचन धातवः मितः सन्ति आकारान्तदातवः यथा ज्ञाग्ला स्नाश्रा इति चत्वारः दातवः अकारान्तदातवः. तेषाम् उपादायाः स्वरस्य ह्रस्वत्वं भवति मितां ह्रस्वः इति सूत्रेण. मितां ह्रस्वः इति सूत्रेण अत्र वस्तुतः गणद्वयमस्ति. भुवादिगणे घटादयो मितः इत्यनेन तत्र अन्तर्गणः अस्ति घटादिगणः. तस्मिन् गणे ये ये धातवः सन्ति ते सर्वे मितः सन्ति. अनन्तरं चुरादिगणे ज्ञपादयः षट् इत्यनेन तत्र षट् धातवः सन्ति ये मितः सन्ति. अपि च घटादिगणे एव केचन धातः विशेष अर्थे अपि मितः सन्ति. अतः आहत्य वयं पश्यामः चेत् घटादयः अपि च ज्ञपादयः इति गणद्वयं यत्र मित् धातवः सन्ति. मया गतवर्गे मातुः पुस्तके अपि प्रदर्शितं कुत्र अस्ति इति. तर्हि एतेषु अर्थविशेषु विशेषेषु तत्र मित् इति भवन्ति ते धातवः, मितः भवन्ति. घटादयः इति यस्मिन् गणे ये धातवः सन्ति ते सर्वे मितः सन्ति, अत्र विशेष अर्थे इति नास्ति. परन्तु तत्र घटादिगणे एव तत्र परिगणितदातवः गणे ये धातवः ते सर्वे मितः, परन्तु तान् विहाय अर्थविशेष अपि केचन धातवः सन्ति. अनन्तरं ण्यपादयः षट् इत्यत्र ये षड्दातवः सन्ति ते केवलं स्वार्थे एव मितः सन्ति, प्रेरणार्थे मितः न सन्ति. तदर्थं गणसूत्रमपि अस्ति. तर्हि ज्ञप यम चह रह बल छ्य इति ये षड्दातवः ते सर्वे यदा चुरादिगणे स्वार्थे निष्प्रत्ययः भवति तदानीं ते मितां ह्रस्वः इत्यनेन ह्रस्वत्वं ते प्राप्नुवन्ति, परन्तु प्रेरणार्थे निचि ते ह्रस्वत्वं न प्राप्नुवन्ति, दीर्घः दीर्घत्वमेव भवति. अतः वाक्येषु ज्ञापयति इति वदति चेत् तत्र स्वार्थे इति अवगम्यते, ज्ञापयति इति वदामः चेत् प्रेरणार्थे अस्ति इति अवगन्तुं शक्यते. अनन्तरम् अर्थविशेषे स्मृ दृ इति धातुद्वयमपि अस्ति. तत्र आद्यानार्थे इत्यस्मिन् अर्थे स्मरयति इति रूपम् इत्युक्ते मेडिटेशन् इत्यस्मिन् अर्थे मित् अस्ति. स्मारयति इति सामान्यस्मरणं स्मरणात्मकं यत्र अस्ति तत्र तु मित् नास्ति. अनन्तरं दृधातुः भयार्थे मित् अस्ति. अन्येषु विदारणार्थे तु मित् नास्ति. अतः धारयति इति रूपं विदारणार्थे, भयार्थे तु धरयति इति रूपम्. तत्पश्चात् ज्ञा श्रा ज्ञा ग्लास्ना इत्येषां विषये अपि अस्माभिः दृष्टं. तत्र ज्ञाधातुः मारणतोष्णनिशामनेषु इत्येतेषु अर्थेषु मितः सन्ति ज्ञाधातुः. वस्तुतः ज्ञाधातुः क्रियादिगणे चुरादिगणे अस्ति, परन्तु भुवादिगणे घटादिगणे अन्तर्भावः कृतः अस्ति. तस्य ज्ञाधातोः रूपं नास्ति भुवादिगणे. अस्माभिः चर्चितं गतवर्गे ज्ञाधातोः भुवादिगणे रूपं नास्ति, परन्तु किमर्थं भुवादिगणे स्थापितमिति चेत् घटादिगणे अन्तर्भावः भवतु येन अस्माभिः ज्ञायते यत् अयं धातुः मित् अस्ति इति ज्ञातुं शक्नुमः. वस्तुतः धातुः तु क्रियादिगणे अपि च चुरादिगणे एव अस्ति, परन्तु मारणतोषनिशामनेषु इत्येतेषु अर्थेषु धातुः मित् भवति, अन्येषु अर्थेषु नास्ति. अपि च ग्ला अपि च स्ना अनयोः विषये अस्माभिः अद्य चर्चनीयं भवति. तर्हि एतावता यद् उक्तं तत्र कोऽपि क्लेशः संशयः अस्ति वा? भगिनि, भवादिगणे चत्वारिंशत् धातवः मित् भवन्ति भवादिगणे. अहम् अत्र किञ्चित् दृष्टवान् धातुपुस्तके माधुरी इत्यादि, परन्तु कः धातव मित् अस्ति कः मित् न अस्ति केवलं मनसि अचिन्तयत्. मनसि न भवति, तत्र घटादिगणं द्रष्टव्यं भवति. घटादिगणः गणं पश्यामः चेत् तदानीम् अवगच्छामः. मनसि तु नो चेत् कण्ठस्थीकरणं भवति. निर्वहः दातवः चक अक तक के रगे लगे इत्यादयः बहवः दातवः सन्ति. धन्यवादः. अस्माकं बाल्यवयः नास्ति एतेषां कण्ठस्थीकरणार्थम्, अतः वयं दृष्ट्वा एव कुर्मः. खलु येषां तादृशं सामर्थ्यमस्ति ते तु कण्ठस्थीकर्तुं शक्नुवन्ति. अस्तु, अत्र अर्थविशेषे मित् धातवः के के इति अपि अत्र मातुः पुस्तके उक्तं. स्मृ आद्यायने, दृ वये, नृ नये, श्रा पाके, ज्ञा मारणतोषणनिशामनेषु, चली कम्पने, चधिर् ऊर्जने इति एवं रीत्या विशेष अर्थेषु अपि उल्लेखिताः सन्ति. भवन्तः स्वयं द्रष्टुम् अर्हन्ति. अस्तु, इदानीम् अग्रे गच्छामः. ज्ञा धातोः विषये अर्थविशेषे मितः सन्ति इति अस्ति खलु, ततः आरभ्य एकवारं पठामः. शिरोदिगणे नियोगे इति अस्ति. अस्तु, तर्हि कः शोभाभगिनी आरम्भं करोतु. आं भगिनि, तत्र नामरण मारणतोषणादि शामनेषु ततः किल त्रयज्ञाधातवः सन्ति ततः अधोभागे. हां, चुरादिगणे नियोगे. हा हा, तत् त्रयधातवः ततः. हा अस्तु, चुरादिगणे नियोगे इति कुत्र अस्ति भगिनि? न, यद्भवती उक्तवती समीचीनं. त्रयः ज्ञाधातवः सन्ति. हा अस्तु, तत्र पूर्वं दृष्टवन्तः त्रयः ज्ञाधातवः सन्ति इति. इदानीं ज्ञा मारणतोषणनिशामनेषु इति, मारणतोषणनिशामनेषु प्रेरणार्थे क्रयादिगणीयज्ञाधातुः च चुरादिगणीयज्ञाधातुः विकल्पेन मारणतोषणनिशामनम् इति एषु त्रिषु अर्थेषु भवतः, येषु च अर्थेषु मितां ह्रस्वः इत्यनेन ह्रस्वत्वं, मारणम् इत्यनेन हिंसा, तोषणम् इत्यनेन सन्तुष्टिः, निशामनम् इत्यनेन चाक्षुषज्ञानं. येषु अर्थेषु मितां ह्रस्वः इत्यनेन ह्रस्वत्वम्, अन्यत्र दीर्घत्वं, दुर्जनं संज्ञापयति इत्यनेन दुर्जनं मा दर्शयति, रूपं ज्ञापयति इत्यनेन दर्शयति बोधयति, किन्तु सूचनां ददाति इति चेत् ज्ञापयति इति. इदानीं तत्र ज्ञा मारणतोषणनिशामन इत्येषु इत्येतेषु अर्थेषु कथं भवति इति विवरणं दत्तमस्ति. तत्र प्रेरणार्थे क्रयादिगणीयज्ञाधातुः अपि च चुरादिगणीयज्ञाधातुः तयोः विकल्पेन मारणतोषणशामनम् इति अर्थेषु तयोः धातोः रूपाणि भवतः. येषु तत्र मितां ह्रस्वः इति पूर्वं दृष्टवन्तः, येन घटादिगणीयधातवः मित् इति संज्ञां प्राप्नोति तेन अस्माकं निजन्तरूपेषु ह्रस्वः भवति इति. तदेव खलु भगिनि, मितां ह्रस्वः इत्यनेन. मारणम् इत्यनेन हिंसा इति अर्थे, तोषणम् इति सन्तुष्टिः इति अर्थे, अपि च निशामनम् इत्युक्ते चक्षुषा यत् ज्ञायते इति, चाक्षुषज्ञानम् इति भाववाचकपदं दत्तं तत्र. येषु अर्थेषु इत्युक्ते तत्र हिंसायां सन्तोषे अपि च चक्षुषज्ञानम् इत्यत्र येषु अर्थेषु मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति. एतेषाम् अर्थानां विहाय अन्यत्र दीर्घत्वम् एव सामान्यरूपेषु. दुर्जनं सञ्जपयति इत्यनेन सङ्ज्ञपयति इति, इत्यनेन दुर्जनं मारयति इति अर्थे भवति तर्हि तत्र मारणम् इति अर्थत्वात्. अपि च हरिं ज्ञपयति इत्युक्ते हरिं सन्तोषयति इति अर्थे भवति, तोषणार्थे. तोषणार्थे हा, तत्र इदानीं मारणतोषण शामनेषु इत्येतेषां विवरणं. रूपं ज्ञपयति इति रूपं वाक् किं तत्र तस्मिन् अर्थे भवति चेत् दर्शय इत्यनेन दर्शयति बोधयति इति भवति. रूपं ज्ञपयति ज्ञपयति इत्यस्य कः अर्थः? ज्ञपयति इत्यस्य सामान्य अर्थः तत्र ज्ञाने अथवा अस्मिन् वाक्ये, अस्मिन् वाक्ये रूपं ज्ञपयति इत्यनेन बोधयति इति अथवा दर्शयति इति भवति. न, परन्तु सूत्रे सूत्रे सूत्रेण किम् उक्तम्? शामनं, निशामनं. हा, क्षम्यतां, निशामनं. निशामनं, निशामनम् इति उक्तं तत्र. इत्युक्ते तत्र नि उपसर्गः शामनम् इति वा? अस्तु, शामनम् इति पूर्वं न श्रुतं मया भगिनि. शामनम् इत्युक्ते शमनं, शमनं वा? चाक्षुषज्ञानम् इति उक्तं खलु. निशामनं नाम चाक्षुषज्ञानं, वेदान्ते चाक्षुषज्ञानं. हा, किन्तु चाक्षुषज्ञानं निशामनम् इति, निशामनम् इत्यस्य अर्थः कः? न, अत्र शम् इति, शम् आलोचने इति धातुः अस्ति. शम् आलोचने इत्युक्ते तत्र टु क्लारिफै, टु एक्स्प्लेन् इति अर्थे अस्ति. नी उपसर्गपूर्वकः यदा भवति तदानीं तत्र चाक्षुषा ज्ञायते इति अर्थः. अस्तु, निशापूर्वक इति अस्ति चेत् चाक्षुषज्ञानम् इति अर्थः. चक्षुषा अतः अत्र वाक्ये किम् उक्तम्? हा, तत्र वाक्ये रूपं ज्ञपयति इति इत्यनेन चाक्षुषा ज्ञानं निशामनम् इत्युक्ते, तर्हि निजन्तरूपे वदामः चेत् अन्येष किं तत्र अन्यानां एतत् कुर्मः इति, अन्येषां अन्येषां चक्षुषा दर्श तत्र दर्शनं बोधनं भवति. हा, यत्किमपि तस्य ज्ञानं यदा अहं दर्शयामि तदानीं ज्ञानं भवति खलु, ज्ञानं भवति खलु दर्शनेन. हा हा, अतः तत्र मम दर्शनम् इति न, मम दृष्ट्या इति न, तेषां दर्शनं अथवा बोधनं भवति इति, तस्मिन् अर्थे रूपं ज्ञपयति इति प्रयोगं कुर्मः. किन्तु सूचनां ददाति इति चेत् ज्ञापयति इति, तत्र सामान्य अर्थेषु ज्ञापयति इति रूपं जानीमः. तत्र एतेषाम् अर्थानां विना विहाय दीर्घः एव भवति तत्र इति उक्तम् अस्मिन् परिच्छेदे. अतः तत्र ज्ञापयति इति एव भवति इति अस्ति. अन्यत् किमपि वक्तव्यमस्ति वा तत्र भगिनि? न, तावदेव. तत्र ज्ञामारणतोषणेशामनेषु इति सूत्रमस्ति. संज्ञपयति केवलं दुर्जनं मारयति इत्येव वा? सज्जनं मारयति अपि भवति खलु. न, यः कोऽपि तत्र यं कमपि संज्ञपयति इत्युक्ते मारयति इति अर्थः. यः कोऽपि तत्र दुर्जनः सज्जनं संज्ञपयति इति अपि भवितुमर्हति. अथवा सज्जनदुर्जनं संज्ञपयति इति भवितुमर्हति, अथवा आरक्षकः दुर्जनं संज्ञपयति, अतः यत्किमपि भवितुमर्हति. संज्ञपयति इत्युक्ते मारणम् इत्यर्थे प्रयोगः. भगिनी, क्षम्यताम्, एकः प्रश्नः अस्ति. पूर्वस्मिन् कक्षा अहं नावत् श्रोतव्यमस्ति सम्पूर्णं न श्रुतं सम्पूर्णं तत्र क्रयाधिकरणे तु अवबोधने इति अर्थे अस्ति किल तत्र मारणदोषणनिशामनम् इति अर्थे तु भूवाधिगणे साधुः एव अस्ति किल परन्तु तत्र प्रेरणाते क्रयाधिगणीयज्ञादातु इति उक्तं तत्र किमस्ति केन कारणेन न न पश्यतु धातुः तु क्रियादिगणे चुरादिगणे अस्ति तत्र सामान्य अर्थः अवबोधने नियोगे इति अर्थः अस्ति परन्तु तस्य एव प्रेरणार्थे तत्र मारणतोषनिशामनेषु इति विशेषार्थे मित् भवति ज्ञादातुः तद् तत् कथं जानीमः क्रियादिगणे तु कुत्रापि न उक्तं ज्ञादातुः मित् इति कुत्रापि न उक्तम् एतेषु विशेषार्थेषु ज्ञादातुः मित् अस्ति इति कुत्रापि न उक्तं क्रियादिगणे वा चुरादिगणे तर्हि ज्ञादातुः मित् अस्ति इति कथं जानीमः इति चेत् भुआदिगणे सूत्रमस्ति गणसूत्रमस्ति घटादि अन्तर्गणे तत्र एव ज्ञामारणतोषनिशामनेषु इति सूत्रमस्ति अनेन सूत्रेण ज्ञायते यत् ज्ञादातुः यः धातुः क्रियादिगणे चुरादिगणे च उक्तः स एव धातुः अर्थविशेषे मित् भवति इति ज्ञायते यतोहि ज्ञादातुः तु भुआदिगणे नास्ति अस्तु ज्ञादातुः भुआदिगणे रूपं नास्ति तर्हि किम न्यायोगः शप्योगः ति इति अस्ति चेत् किं भवति न्यायोगः रूपं नास्ति न तत्र ज्ञाते इति भवति ज्ञाति इति भवति जानाति न जानाति न जाति जाति भुआदिगणे अस्ति खलु किमर्थं जाति आदेशः केन सूत्रेण आदेशः ज्ञा जनोर्जा इति वदति वा ज्ञानजनोर्जा इति किम् उक्तं तत्र क्षितिपरे इति उक्तं ज्ञाजन् इत्येतयोः जादेशः भवति क्षितिपरतः सम्यक् तर्हि तत्र ज्ञा इति ज्ञाजन् इत्येतयोः जा आदेशः ज्ञास्थाने जा अतः जाति इति रूपं वा जाति इति रूपं भवितुम् अर्हति परं जाति इति रूपं नास्ति जाति इति रूपं नास्ति अर्थात् भुआदिगणीयधातुः नास्ति अयं धातुः भुआदिगणीयधातुः नास्ति केवलं मित् इति सूचनार्थं तत्र स्थापितमस्ति तावदेव अस्तु तत्र गणे स्थापितं तस्मात् कारणात् एव तत्र अयं धातु तत्र स्वीकृतः अस्ति वा तत्र विशेषार्थे मित् अस्ति इति वक्तुं कुत्रचित् स्थापनीयं क्रियादिगणे दिवादिगणे कुत्रापि न उक्तं चुरादिगणे कुत्रापि न उक्तं तर्हि कथं जानीमः इति चेत् तत्र घटादिगणः इत्यत्र मित् इति जानीमः खलु घटादिगणे ये धातवः सन्ति ते सर्वे मितः इति जानीमः अतः तस्मिन् एव सन्दर्भे इदं गणसूत्रमपि अस्ति अस्तु तर्हि क्रियादिगणे एव अन्यत् अर्थे अपि योजितुं शक्यते किल तत्र क्रियादिगणे अवबोधने मारणतोषणनिशामने इति अर्थे अपि योजितुं शक्यते किल तत्र पुनः तत्र भुआदिगणे तत्र मितां ह्रस्वः कर्तव्यमिति कारणेन वा तत्र किमर्थं मित् इति सूचनार्थमेव सामान्यतया मित् नास्ति विशेषार्थे मित् भवति तावदेव सा सर्वदा सामान्य अर्थः ज्ञादातोः अवबोधने नियोगे इति एव अस्ति अर्थः परन्तु विशेषप्रयोगे मित् भवति मारणार्थे तोषणार्थे निशामनार्थे अस्तु अस्तु इदानीम् अग्रे गच्छामः तर्हि ज्ञादातोः अत्र रूपं कथं भवति इति सूर्यकुमारी भगिनी वदतु ज्ञादातोः मितामहस्वः इति कृत्वा भगिनि क्षम्यतां ज्ञादातु ज्ञायोगः निच् अकरन्त अस्ति चेत् अति ह्रीव्रीक्नु ईक्षाम्यातां पुङ्नौ इति सूत्रेण पुक् भवति पुकागमः भवति ज्ञाप् योगः इ ज्ञापि भवति. मितां ह्रस्वः इत्यनेन विशेषण मारणतोषणनिशामनेषु अर्धेषु मितां ह्रस्वः भवति. ज्ञपि भवति. ज्ञपि योगः सप् ज्ञापे ज्ञापयति ज्ञापयति रूपं भवति. ज्ञपि तत्र पुगागमः भवति. ज्ञादातुः पुगागमः भवति इति उक्तवती वा? क्षम्यतां भगिनि. पुगागमः भवति इति उक्तवती वा? पुगागमः भवति आकारान्तः अस्ति चेत्. अत्र ज्ञादातुः आकारान्तः खलु? आम्. अतः पुगागमः भवति ज्ञादातोः अन्ते. अन्ते ज्ञापि प्रथमं ज्ञापि भवति, तदनन्तरमेव मितां ह्रस्वः इत्यनेन ज्ञपि भवति. मितां ह्रस्वः इति सूत्रस्य निमित्तं किम्? विशेषणार्थे ज्ञा मारणतोषणनिशामनेषु. न, मितां ह्रस्वः इति सूत्रस्य कार्यार्थं निमित्तं किम्? मितां ह्रस्वः निमित्तं धातवः उपधायाः ह्रस्वः निचिपरे अङ्गस्य मितां तावदेव पर्याप्तं वा? अङ्गस्य उपधायाः ह्रस्वत्वं निचिपरे इति पर्याप्तं वा? धातुपाठे अन्तर्गणः अपि अस्ति. तेषां ये धातवः सन्ति, तेषु ये धातवः सन्ति ते एव मित्संज्ञकः भवति. मित्संज्ञः धातुतः एव मितां ह्रस्वः इति सूत्रं प्रवर्तते. सम्यक्, समीचीनम्. अस्तु, तर्हि तत्र ज्ञपयति इति रूपं, ज्ञापयति इति तु सामान्यरूपम्. अस्तु, इदानीं भवती अग्रे पठतु. तथैव ग्ला योगः निच्, ग्लायोगः पुक् इ ग्लपत् ग्लापि भवति. तत्र मितां ह्रस्व इत्यनेन ह्रस्वत्वं चेत् ग्लपि भवति. ग्लति इति निजन्तधातुः अन्तिमरूपं ग्लपयति. ग्ला अपि ग्ला अपि मित्संज्ञकधातुः अस्ति. तदेव स्ना योगः निच्, स्नायोगः प्रथमं पुक् स्नापि भवति. तदनन्तरं मितां ह्रस्व इत्यनेन स्नपि भवति. स्नपयति अन्तिमरूपम्. अत्र वस्तुतः मातुः पुस्तके 235 इति, मम पुस्तके सङ्ख्या 235. पञ्चत्रिंशत् अधिकद्विशततमे पृष्ठे अत्र सूत्रं किमुक्तम्? अत्र अग्रे अस्ति. अत्र पुस्तके किम् अस्ति सूत्रम्? अस्ति वा पुस्तकम्? अस्ति भगिनि, मम पुस्तके 235 क्षापयति इति प्रथमम् अस्ति. क्षापयति इति वा? केनापि प्राप्तं वा अन्येन? क्लास्ना, वनु, मचां, वमां च. उमा भगिनी प्राप्तं भगिनि. विजयलक्ष्मी भगिनी पठतु. ग्ला, स्ना, वनु, वमां च. वनु च इति स्वतन्त्रोऽयं धातुः न तु तानादिकस्यानुवादः अनुपसर्ग इमे वा मितः तेन मितां ह्रस्वः इति वा ह्रस्वः वनयति वानयति सोपसर्गास्तु नित्यं मितः प्रवनयति अग्रे अपि पठामि वा न तावत् अत्र चत्वारः धातवः निर्दिष्टाः सन्ति ग्लास् ना वनु वमां वम इति चत्वारः धातवः अत्र वनु इति स्वातन्त्रधातु तानादिकस्य धातु नास्ति इति अत्र अस्ति अनुपसर्गाः इमे मित वा मितः उपसर्गरहित एतेषां धातूनां मित् इति सम्या भवति अतः मितां ह्रस्व इति सूत्रेण ह्रस्वत्वं प्राप्नुवन्ति विकल्पेन ह्रस्वत्वं प्राप्नुवन्ति वनु इति धातोः वनयति वानयति इति रूपद्वयं परन्तु उपसर्गः नास्ति चेत् नित्यं मितः भवति यथा प्रवनयति इति सत्यम् अत्र उपसर्गः अस्ति वा नास्ति वा इति द्रष्टव्यम् उपसर्गः नास्ति चेत् विकल्पेन मितः उपसर्गः अस्ति चेत् नित्यं मितः इति अत्र उक्तमस्ति अस्तु भवती एव अत्र पठतु अत्र करपत्रे किम् उक्तं तदेव उक्तमस्ति ग्लास् ना वनु वमां च इति गणसूत्रेण उपसर्गराहित्ये विकल्पेन मितः भवन्ति अतः एकवारं मितां ह्रस्वः इत्यनेन ह्रस्वत्वम् एकवारं ह्रस्वत्वं न भवति इति कृत्वा उपसर्गराहित्ये एकैकस्य धातोः रूपद्वयं ग्लपयति ग्लापयति स्नपयति स्नापयति वनयति वानयति वमयति वामयति इति सोपसर्गः इति चेत् नित्यं मित्वम् इति कृत्वा मितां ह्रस्वः इत्यनेन नित्यं ह्रस्वत्वं यथा प्रवमयति अथवा किमस्ति अत्र प्र सम्यक् वनयति इति अस्ति उपसर्गः अस्ति चेत् प्रवनयति उपसर्गरहितः अस्ति विकल्पेन वनयति वानयति रूपद्वयं वमयति वामयति ग्लपयति ग्लापयति स्नपयति स्नापयति स्ना इत्युक्ते स्नाति तदेव वा स्नानं स्ना इत्युक्ते स्नाति इत्येव सत्यं ग्ला इत्युक्ते ग्लानिर्भवति भारत तदेव ग्ला ग्लानि ग्ला इति एकः एव धातुः अस्ति खलु ग्ला ग्लै इति धातुः ग्लै ग्लै इति धातुः हर्षक्षये इति धातुः ग्लै इति ग्लानि भवति वनयति इत्युक्ते धातुः वनु अत्र वनु इति धातुः खलु वनु इति धातुः वनु इति वनु अनेकार्थत्वे द्वादिगणीयधातुः तस्य बहवः अर्थाः सन्ति अपि च वनु याचने इत्यपि अस्ति अत्र तु किम् उक्तं न तु तानादिकस्य अनुवादः इति उक्तं खलु तनादिगणे अपि एकः धातुः अस्ति वनु याचने परन्तु अत्र यः धातुः उक्तः अस्ति सः धातुः तानादिकस्य अनुवादः नास्ति अतः तनादिगणीयधातुः नास्ति वनु अत्र वनु इति अनेकार्थाः सन्ति तर्हि अनेकार्थाः इति सन्ति इति कृत्वा तत्र के के अर्थाः इति तत्र अष्टाध्याय.com मध्ये तत्र के के अर्थाः इति न उक्तं यः अयं धातुः सिद्धान्तकौमुद्यां नैव पठितः वर्तते परन्तु किमुक्तं न दृश्यते स्क्रीन् मध्ये न दृश्यते भवन्तः द्रष्टुं शक्नुवन्ति वा अयं धातुः सिद्धान्तकौमुद्यां नैव पठितः वर्तते परन्तु धातुरूपनन्दिन्यां क्षीरतरङ्गिन्यां धातुप्रदीपे च अस्य निर्देशः दृश्यते कस्मिन् अर्थे प्रयुक्तः इति द्रष्टव्यं भगिनि अत्र न उक्तं कस्मिन् अर्थे प्रयुक्तः इति अनेकार्थनुव्याचने इति अर्थे एव आगच्छति भगिनि न तनादिगणीयधातुः नास्ति अनुयाचने इति अत्र उक्तं खलु तनादिगणीय नास्ति इति उक्तं खलु अत्र तानादिक अनुवादः नास्ति इति उक्तम् वनयति इति कस्मिन् अर्थे प्रयुक्तः इति द्रष्टव्यं वनयति इति अस्तु तर्हि वनयति इति विषये किमपि प्राप्तं चेत् सूचयामि अग्रिमसप्ताहे अस्तु इदानीम् अग्रे गच्छामः इकारान्तदातवः इति अत्र किं विजया भगिनी पठतु इकारान्तदातवः सामान्यव्यवस्था अचोनिति इत्यनेन वृद्धिः एचो यव यावः इत्यनेन आय् आदेशः नि नाययति यावन्तः इकारान्तदातवः ईकारान्तदातवः च अपवादभूताः सन्ति तेषां वर्णनम् अधः भवन्ति कोऽपि धातुः अधः सूचितः नास्ति चेत् तर्हि सामान्यरूपेण एव तस्य ण्यन्तरूपव्युत्पत्तिः इति बोध्यम् अत्र अचोनिति इति वृद्धिः भवति एतत् सर्वं सामान्यव्यवस्था अस्ति अनन्तरम् अत्र एचो यव यावः इत्यनेन आयादेशः भवति यत्र इदानीं नी इति पूर्वमेव दृष्टवन्तः ज्ञायति इति नी इति धातुः अस्ति अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन ने भवति अनन्तरम् अत्र शप् अस्ति न अत्र एकारः अस्ति अत्र एचो यव यावः इत्यनेन एकारस्य स्थाने अयादेशः भूत्वा नाय इति भवति नाय इति भवति अनन्तरम् अत्र प्रथमविभक्तिः ए अस्ति अतः न वृद्धिः ए एव अस्ति इदानीम् अत्र ऐ ऐ वृद्धिः ऐ एकारस्य स्थाने अयादेशः भवति एचो यव यावः इत्यनेन एकारस्य नास्ति भगिनि यदा नि इत्यस्य वृद्धिः भवति चेत् नञ् इति भवति नञ् इत्यत्र प्रथमं नञ् भवति प्रथमं नञ् भवति ऐकारस्य स्थाने एचो यव यावः इत्यनेन प्रथमम् अचोनिति इत्यनेन ऐकारः भवति अतः नञ् इति भवति अनन्तरम् ऐकारस्य स्थाने आय् भवति एचो यव यावः इत्यनेन इदानीं नाय् इति भवति नाय इति भवति अनन्तरम् अत्र प्रथमविभक्ति विवक्षा अस्ति अतः ति योजनेन नाययति इति निजन्तरूपं भवति अत्र इदानीम् ईकारान्त केवलं ति योजयामः चेत् पर्याप्तं वा न महोदय अत्र इदानीं शप् अस्ति शप् स्थाने पुनरपि सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति अतः नाये भवति अत्र एव ऊचो यव यावः पुनरपि आगत्य कार्यं करोति नाय इति भवति अनन्तरमेव ति योजनेन नाययति इति भवति समीचीनं वा महोदय नाययोगः किं नाययोगः शप्योगः ति तत्र नायय इति अयादेशः नायय इति भवति आं महोदय यावन्तः ईकारान्तदातवः ईकारान्तदातवः अत्र अपवादभूताः सन्ति तेषां वर्णनम् अधः अत्र इतोपि किञ्चित् सामान्यरूपेण नियन्तरूपव्युत्पत्तिः कथं भवति इति अग्रे दत्तम्। एतत् विषये वयं जानीमः। सम्यक्। तर्हि इदानीम् अग्रे विनयमहोदय पठतु। आं भगिनि, क्रि जि अधि योग इति धातवः सूत्रस्ति क्रीं जीनाम् अणौ, तर्हि एव क्रि जि अधि निष्पन्नः। परन्तु क्रि क्रयादिगणे, लटि क्रीणाति, जि भवादिगणे, लटि जयति, अधि इ अत्र इ अस्ति। अधि प्रथमतः प्रश्नः नास्ति, परन्तु धातुः अस्ति इ, इ इङ् अस्ति, इङ् धने नित्यम् अधिपूर्वः, अदादिगणे लटि अधीते अर्थः अस्ति। अथ क्रीञ्जिणानौ लिचि परे येषां धातूनाम् एचः स्थाने आ आदेशः भवति। क्रीचः, इञ्चः, जिश्चः तेषाम् इतरेतरद्वन्द्वः क्रीञ्जिः तेषां क्रीञ्जीनां टीजीनां षष्ठ्यन्तं णौ सप्त्यन्तं द्विपदम् इदं सूत्रम्। आदेश उपदेशे अशितिः इत्यस्मात् आत् आत् अर्थात् प्रथमः अर्थात् प्रथमभक्ति आत् एचः इत्यनयोः अनुवृत्तिः भवति। अनुवृत्तिसहितसूत्रं क्रीन् जीनाम् एचः आत् णौ। अर्थात् धातुत्रयं क्री जि अपि च इङ् आत् भवति एचः आत् णौ परश्च डिच् परश्च, तर्हि एचः अर्थात् प्रत्याहार एचः एचः स्थाने आत् भवति। तर्हि एव अर्थः यदि अहम् अवगच्छामि तस्य एच् प्रत्याहार आत् भवति, आत् अर्थात् आ भवति। तदनन्तरम् उदाहरणानि क्रीधातु। प्रथमतया क्रीधातु क्रियादिगण तथा क्री योगाडिच् अचयणति अपेक्षितः वृद्धि आधारेण, तर्हि क्री तु क्रै भवति यथा वृद्धिः भवति। यथा क्री अस्ति अर्थात् क्र योग ई कारणेन ऐ भवति, तर्हि क्रै योग तदनन्तरं हरस्वकार, हरस्वकार अर्थात् णिच् णिच् अवशेषः ई अस्ति। तदनन्तरं क्री जिणौ णौ तेन एचः स्थाने आदेशः। तर्हि क्री क्रा भवति यथा आत्वं भवति। तदनन्तरं क्रा योगः अवशेष अपणिच् इकारस्ति। इदानीम् अर्ति वयं जानीमः अकरान्तधातवसन्धे यथा स्था इत्यादि, परन्तु अर्ति व्रि व्लि रि क्नुयि क्षं क्षमायि आताम पङ्गुणौ इत्यनेन पुक् आगमः। तर्हि क्रा योग पुक् योगः इकार, तर्हि क्रापि भवति। क्रापि सदा सनादि धातुः अस्ति, नवीन धातुः अस्ति, निर्यन्त्रकारणेन सनादि अस्ति। तदनन्तरम् अग्रे प्रचलनं भवति, क्रापि भवति, क्रापि भवति शप् कारणेन धातु ळ्यन्त् अस्ति शप् अपेक्षतः तर्हि क्रापे भवति तर्हि क्रापय भवति तदनन्तरं क्रापयति निष्पन्नः तदनन्तरं जी धातु न न सम्यक् समीचीनम् अन्य कोऽपि वदतु तत्र सम्यक् भवान् उक्तवान् तर्हि अत्र उषाभगिनी आगच्छतु तत्र क्विञ्जीनां नौ इत्यत्र धातोः निर्देशः धातुः इति कथं जानीमः लेट् मी गो देर् क्रीङ्जीणां नौ क्रीङ् जी जी इति इक्ष्टिपो धातुनिर्देशे वा जी नाम् इति न जी इति एव धातुः जी ह्रस्व इकारान्तधातु क्रीङ् जीणां ओ दट् इस् फर् द षष्ठी द्विवचनम् ईकारान्त क्रीङ् जीणां नौ क्रीङ् क्री इति धातु हौ डु ऐ नो तटस् धातु अत्र तु क्रीञ्जीणाम् इति धातोः एव अनुकरणं कृतमस्ति अत्र धातोः अनुकरणं क्रीञ्जीणाम् इत्यत्र इका वा स्टिपा वा निर्देशः नास्ति नास्ति इकाष्टिपा निर्देशः नास्ति केवलं क्रीङ् इति धातुं कृत्य शब्दः प्रातिपदिकरूपेण स्वीकृतं क्री इति शब्दः इङ् इति शब्दः जी इति शब्दः स्वीकृत्य क्रीञ्जीणाम् इति षष्टिविभक्तिरूपं विभक्त्यन्तरूपम् अस्तु भगिनि अत्र तत्र जी धातुः अस्ति न जी कथं भवति तत्र न इत्यस्मिन् षष्ठी द्विवचनं षष्ठी दीर्घ नामी इत्यनेन अपि च तत्र जी धातु द्वयमस्ति भूवादिकने जी जये अपि च अभिभवने त्रयः धातवः सन्ति अभिभवभाषायां जी भाषायां तु चुलादिगणीयधातुः अस्ति जी जये त्रयाणां धातूनां तत्र उल्लेखः अस्ति वा नो चेत् एकस्य एव भवति वा भुवादिगणे करपत्रे भुवादिगणे इति एव उक्तमस्ति आते च उपदेशे अशिति इत्यनेन एजन्तदातवः कृते आत्वम् इति कृते क्रीङ् जीणां नौ इति अतिदेशसूत्रम् इति उक्तत्वात् क्री जी इति धातु इति स्वीकृतं वा पुनः वदतु क्रीं इदानीं क्रीयोगः णिच् इति भवति चेत् तत्र किं भवति क्रीयोगः णिच् इति स्थितौ क्रीयोगः णिच् इति स्थितौ वा क्रापयति इति भवति न न क्रमेण वदतु क्रीयोगः णिच् इत्यत्र किं भवति क्रीयोगः णिच् इति कृते ईकारान्तधातु ईकारान्तधातु इति कृते अचोनिति इत्यनेन वृद्धिः भवति क्रै इति भवति अनन्तरं क्रीं जीणां नौ इत्यनेन न न एकक्षणम् एकक्षणम् एकक्षणं क्रैयोगः णिच् इति स्थितौ इदानीम् एजन्तः अस्ति वा एजन्तः नास्ति किमर्थं नास्ति क्रै इति एजन्तः नास्ति वा परन्तु क्री इति धातु एजन्तः नास्ति इति खलु इति खलु भगिनि अचोन्निति अनन्तरमेव अचोन्निति अनन्तरमेव क्रै इति भवति तेन किं देन् इट् इस् नाट् एजन्तदातवः औपदेशिक नास्ति आदेश उपदेशे शिति इत्यपि आम् उपदेश अवस्थायाम् एजन्तः अस्ति चेदेव अत्वं भवति आदेश उपदेशशिति इति सूत्रेण अत्र तु प्रक्रियायाम् एजन्तत्वं प्राप्यते अतः तत्र आदेश उपदेशशिति इत्यनेन अत्वं भवितुं न अर्हति इति कृत्वा नूतनसूत्रं कृतमस्ति सो अतिदेशसूत्रमेव भवति अतिदेशसूत्रमिति वदति किम् अतिदिश्यते अत्र आत्वम् आत्वम् अतिदिश्यते इति नास्ति, आत्वस्य आदेशः, आत्वस्य आदेशः एजन्तधातु उपदेशे नास्ति इत्यनेन अर्थात् अतिदिश्यते न न अतिदेशः इत्युक्ते स्वभावस्य परिवर्तनम्, अत्र स्वभावस्य परिवर्तनम् आतिदेशिकधातु इति अतिदेश इति वदति सा न न अतिदेशसूत्रं तु भिन्नः, अतिदेशसूत्रमिति नास्ति खलु, अतिदेशः न क्रियते इत्युक्ते अन्यस्य स्वभावः अत्र आरोप्यते चेत् अतिदेशः. इदानीं क्रीञ्जि इति एते त्रयः धातवः निद्वत् भवन्तु अथवा पित्वत् भवतु अथवा यत्किमपि तत्र अन्यस्य स्वभावस्य अत्र आरोपः अस्ति चेत् अतिदेशः, अत्र तु तथा नास्ति खलु. आं भगिनि, अत्र तु साक्षात् आदेशः अस्ति, एजन्तस्य अत्वं भवति इति. अत्र तु जी जये इति एव धातुः, न तु त्रयः अपि जी धातवः, भुआदिगणीय जी जये इति धातोः विषये एव अत्र आत्वं, न तु जी अभिभवे वा जी भाषायां वा. जी जये इति जयति इति रूपमस्ति खलु तस्य कृते. अस्तु, इदानीं भगिनी भवतेव जी योगः णिच् इत्यत्र किं भवति इति वदतु. जी योगः णिच् इकारान्तधातु अजन्तधातु इत्यनेन अचोनिति इत्यनेन वृद्धिः भवति. जी इति जै इति भवति, अनन्तरं णिच् योजनेन जै योगः ई इति कृते, क्रीङ् जीणां णौ इत्यनेन जै स्थाने आदेश आकारान्त आदेशः, क्रीङ् जीणां णौ इत्यनेन जा योगः ई इति अत्र अस्ति, जा योगः ई इति कृते आकारान्तधातु इत्यनेन प्रकृतसूत्रमेव भवति. अर्थि ह्रि व्लि क्रि क्नुयि क्ष्मा याता पुग् नौ इत्यनेन पुक् आगमः भवति. जायोगः पुक् आगमेन जायोगः पुक् योगः इ इति कृते जापि इति निजन्तधातु सिद्ध्यति. जापि इति कृते शप् निजन्तधातु नूतनधातु इत्यनेन शप् योगः शप् आगच्छति. ज्ञापे इति भवति, ज्ञापे योगः इ ज्ञापी योगः अयोगः ति ज्ञापयति इति भवति. जापयति आम् आम् जापी योगः अयोगः ति जापयति इति भवति. जी धातुः जय जयः इत्यस्मिन् अर्थे जापयति इति रूपमस्ति. कोऽपि वाक्यं वदतु जापयति इति स्वीकृत्य. रामः सुग्रीवं जापयति. रामः सुग्रीवं जापयति, बहु सम्यक्. अर्जुनः कृष्णं जापयति, बहु सम्यक्. कृष्णः अर्जुनं जापयति, कृष्णः अर्जुनं जापयति, अर्जुनः कृष्णं जापयति इति उक्तवती खलु. विद्या भगिनी अश्वान् जापयति कुत्र, कस्मिन् युद्धे? व्याकरणयुद्धे. एवं वा, अस्तु, नूतनसमाचारः. अस्तु, भवती तु प्रयत्नं करोति, वयं तु जापयामः वा तद्रष्टव्यं. नाट् ईक्वल् कम्पेर्. स्वयम् उद्धरेत् आत्मानम्. अस्तु, सम्यक् अस्ति. जापयति इत्यत्र अस्ति, क्रापयति इत्यत्र कोऽपि वदति वा उदाहरणं वाक्यम्? पत्नीः पत्या यन्त्रं पतिः पुनः पत्नी पत्या यन्त्रं क्रापयति. ऐ डोण्ट् क्रापयति टु बै, क्री धातु क्रापयति, पत्नी पत्या यन्त्रं क्रापयति, यन्त्रं क्रापयति. पतिशब्दस्य तृतीयान्तरूपं पत्या इति अस्ति वा? पत्या खलु, सम्यक् भाति परन्तु संशयः पत्य पत्य इति समीचीनं वा सम्यक् पति पत्य सम्यक् अस्ति अस्तु अस्तु तर्हि इदानीम् अग्रे ई योगः निच् उमा भगिनी करोतु उमा भगिनी कुत्र अस्ति म्यूट् मध्ये अस्ति भगिनि अस्तु अस्तु तर्हि सः करोतु मीना भगिनी करोतु ई योगः निच् तत्र ई अचोन्यति इति सूत्रेण ऐ भवति वृद्धिः भवति तत्र ऐ योगः ई क्रिञ्जीनां नौ इत्यनेन एचः अत ऐ योगः एच् तत् तत्र एच् अस्ति एकारः ऐकारः क्रीञ्न् क्रिञ्जीनां नौ इत्यनेन एचः स्थाने आ आदेशः तस्मात् आ योगः ई तदनन्तरम् अति ह्रीक्यूनीक्ष्म्याम् आयातां पुग्नौ इत्यनेन पुक् आगमः आयोगः पुक् योगः इ आपि इति निजन्तधातुः नूतनधातु अस्ति तत्र तदनन्तरम् अदादिगणे अस्ति तस्मात् शपः लुक् भवति सो आपि योगः तिप् भवति सो तदनन्तरम् आपि धातुः अदादिगणे अस्ति वा नूतनसमाचारः अदादिगणे अस्ति इति फ्लाशिङ्ग् न्यूस् अस्ति आपि योगः आपि योगः शप् योगः अस्ति तत्र आपि इति धातुः कस्मिन् गणे अस्ति आपि इति सनाति चुनादिगणे अस्ति तत्र सनादिन्तदातवः अस्ति गणना अस्ति गणनास्ति इदानीं गणनास्ति इदानीं गणनास्ति पूर्वम् अपि गणः नासीत् कुत्र आसीत् गणः पूर्वं तु अदादिगणीयधातुः आसीत् चुरादिगणे नास्ति पूर्वम् इति अदादिगणे अस्ति तत्रैव तु अदादिगणीयधातुः परन्तु यदा निच् प्रत्ययं योजयामः तदानीं नूतनधातुः लभ्यते तस्य धातोः गणः नापि इति कस्यापि गणे नास्ति तत्र आपि योगः शप् योगः इति तदा शप् तत्र सार्वधातुकार्थसूत्रेण आपे योगः अयोगः इति तदनन्तरम् एचो योगः इति आपै योगः योगः इति आपयति इति अन्तिमरूपमस्ति अधि एव उपसर्गं सदा आगच्छति अध्यापय अधि योगः आपयति अध्यापयति टीचर्स् इति टीचर्स् तत्र आस्ट्रिक्स् मध्ये किम् उक्तम् तत्र आस्ट्रिक्स् मध्ये किम् उक्तम् आस्ट्रिक् मध्ये उपसर्गः क्रियायोगे इत्यनेन उपसर्गाः क्रियायोगे इत्यनेन उपसर्गसंज्ञा ते प्राग् धातोः इत्यनेन प्राग् धातोः इत्यनेन उपसर्गसंज्ञकाः शब्दाः धातोः पूर्वम् अव्यवहिततया धातोः ते प्राग् धातोः इत्यनेन ओके प्रा उपसर्गाः क्रियायोगे तत्र अधि आपयति इति क्रियायोगे अस्ति इत्यनेन उपसर्गसंज्ञा ते प्राग् धातोः इति इत्यनेन उपसर्गसंज्ञकाः शब्दाः धातोः पूर्वम् अव्यवहिततया उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्गम् अतः प्रक्रियायाः अन्ते एव संयुज्यते तत्र उपसर्गस्य पद उपसर्गसंज्ञा भवति क्रिया उपसर्गाः क्रियायोगे इति सूत्रेण उपसर्गसंज्ञा भवति अस्तु कस्य भवति उपसर्गाः क्रियायोगे उपसर्गसंज्ञा भवति प्रायते मीनाभगिन्याः नाम किम् इति एवमस्ति भवत्याः उत्तरम् उपसर्गस्य उपसर्गसंज्ञा भवति इति न प्रादयः सन्ति खलु प्रादयः अस्ति तत्र प्रादयः नास्ति तत्र प्रपर अप सम आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप इति एते प्रादयः द्वाविंशति प्रादयः तेषां यदा क्रियायोगः भवति तदानीं तेषाम् उपसर्गसंज्ञा भवति प्रादीनां क्रियायोगे अथवा निपातयोगः निपातसंज्ञा किल यदि प्रा आदयः धातु योजनेन उपसर्गसंज्ञा भवति अस्तु अस्तु ते प्राग् प्राग् धातोः प्रा ते प्राग् धातोः इति तत् सूत्रम् इत्यनेन उपसर्गसंज्ञकाः शब्दाः धातोः पूर्वम् अव्यवस्थिततया धातोः पूर्वं ते उपसर्गाः आगच्छति तस्मात् उपसर्गस्य पदसंज्ञा इति कृत्वा अस्तु बहिरङ्गम् अतः प्रक्रियायाः अन्ते एव संयुज्यते उपसर्गं पदसंज्ञा अस्ति अहं जानामि इति कृत्वा बहिरङ्गम् अतः प्रक्रियायाः अन्ते एव संयुज्यते प्रादीनां निपातसंज्ञा अस्ति प्रादीनां निपातसंज्ञा अस्ति प्रादीनां निपातसंज्ञा अस्ति अपि च उपसर्गसंज्ञा अपि अस्ति तेषाम् अव्ययमिति संज्ञा अपि अस्ति प्रादिनिपातम् अव्ययं निपातानाम् अव्ययसंज्ञा अपि अस्ति प्रादीनां प्रादीनां क्रियायोगे उपसर्गसंज्ञा प्रादीनां निपातसंज्ञा अपि अस्ति निपातानाम् अव्ययसंज्ञा अस्ति अव्ययसंज्ञा अस्ति इति कृत्वा यदा सुप्रत्ययः विधीयते एतेभ्यः द्वाविंशतिभ्यः यदा सुप्रत्ययः विधीयते तदानीं तेषां लोपः भवति अव्ययातात्सुपः इत्यनेन लोपः भवति इति कृत्वा तेषां पदसंज्ञा अपि भवति अत्र उप इति स्वीकरोतु उप इति उपसर्गः उपकृष्णः उपकृष्णः इति अथवा उपकृष्णम् इति अस्ति उपकृष्णं तत्र केवलम् उपकृष्णम् इति मास्तु केवलम् उप इति स्वीकरोतु उप इति इत्यस्य उप इति अस्य पृथक्तया निपातसंज्ञा अस्ति उपयोगः करोति उपकरोति इति अहं वदामि चेत् तदानीं तत्र उप इत्यस्य उपसर्गसंज्ञा अस्ति उप इत्यस्य अव्ययसंज्ञा अपि अस्ति अव्ययसंज्ञा अस्ति इति कृत्वा उपयोगः सु इति प्रथमविभक्तौ सु इति वयं वदामः चेत् तदानीं सुप्रत्ययस्य लोपः भवति उप इति पदं जातं सर्वासु विभक्तिषु उप इत्येव रूपं सर्वत्र विभक्ति लोपः भवति अव्ययातात्सुपः इत्यनेन अतः सर्वासु विभक्तिषु उप इति एव भवति तर्हि उप इत्यस्य उपसर्गसंज्ञा भवति क्रियायोगे तेषां स्थानं कुत्र इति चेत् तत्र धातोः पूर्वमेव ते आगत्य उपविशन्ति अतः एकस्मिन् पदे उपसर्गाणां व्यवहारः नास्ति एकस्मिन्नेव पदे इदानीं पठति इति पदे उपसर्गस्य मध्ये व्यवहारः नास्ति, तत्र पठति इति पदात् बहिः एव उपसर्गस्य व्यवहारः, अतः पठति इत्यस्य बहिरङ्गम् अस्ति न तु अन्तरङ्गम्, अतः अन्तरङ्गकार्याणि प्रथमतया अस्माभिः क्रियन्ते, अन्तरङ्गकार्याणि एव प्रथमतया क्रियन्ते, अतः पठति इत्यत्र या या प्रक्रिया अस्ति तद् सा प्रक्रिया यदा समाप्यते तदानीमेव तत्र उपसर्गस्य योजना भवति बहिरङ्गत्वात्। प्रक्रिया अनन्तरं भवति, प्रक्रियायाः अन्ते उपसर्गं भवति, गच्छति तदनन्तरम् आगच्छति इति तत्र। भगिनी पुनः वदति वा यत् उक्तवती, पठति अन्तिम हा इदानीम् इदानीं पश्यतु, उपकरोति इति उदाहरणमस्ति खलु, उपकरोति तत् कथं वयं साधयामः, उप इति पृथक् पदमस्ति, करोति इति पृथक् पदमस्ति, करोति इति साधनार्थं कृदातुं स्वीकुर्मः, अनन्तरं तत्र तनादिगणीय उ इति विकरणप्रत्ययः, ति इति तिङ्प्रत्ययः, कृयोगः उयोगः ति, तत्र प्रक्रिया चलति। इदानीं प्रश्नः अस्ति उप इत्यस्य योजना तत्र कदा भवति, उप इति आदिमसोपाने एव योजयामः वा, नो चेत् मध्ये योजयामः वा, नो चेत् अन्ते योजयामः वा इति प्रश्ने, तर्हि करोति इत्यत्र कृयोगः उयोगः ति इति एकस्य एकस्य पदं किम् एकं पदम् अस्ति खलु, एकं पदमस्ति, तत्र तस्मिन् उप इति अन्तर्भूतं नास्ति, करोति इत्यस्मिन् अन्तर्भूतं नास्ति, अतः करोति इति पदसाधनार्थम् उप इत्यस्य आवश्यकता नास्ति, अतः करोति इत्यस्मात् बहिरङ्गम् अस्ति, अन्तर्भूतं नास्ति, करोति इति साधनार्थम् अन्तर्भूतं नास्ति, अतः करोति इति प्रथमतया वयं साधयामः, बहिरङ्गम् अस्ति इति कृत्वा अन्ततो वस्तुतः अन्ते एव वयं योजयामः बहिरङ्गत्वात्, पृथक् पदमस्ति खलु, तर्हि पद यदा पदस्य साधना भवति तदानीं योजयामः। अस्तु, अपि च अर्थस्य परिवर्तनमपि करोति उपसर्गः, उपसर्गः अर्थस्य परिवर्तनं करोति, सत्यं, प्रथमं क्रियापदं प्राप्य। अस्तु, धन्यवादः। इदानीं तत्र किम् अत्र कः अस्ति तत्र सरस्वती भगिनी, भवत्याः पार्श्वे अष्टाध्यायीपुस्तकमस्ति वा? न भगिनि, अहं केवलं हेण्ड् औट् एव पश्यामि। अस्तु अस्तु, तत्र 101 षष्ठाध्याये प्रथमपादः इति अस्ति वा भागः? नास्ति चेत् नास्ति चिन्ता, तत्र वंशी भगिनी पश्यतु। अरुणा भगिनी अस्ति वा? न तत्र सूत्रपाठः आत्वप्रकरणम् इति अस्ति खलु अन्ते, पठतु पञ्च 45 सूत्रं, या 45 आदे च उपदेशयति सूत्रं, तदनन्तरं न व्यो लिटि, स्फुरति अग्रे कुलत्यो घञि भगिनि घञि घञि क्रीं गीनं नौ विद्यते लौकिके पारलौकिके पारलौकिके मीनाति विनोति दीढां व्यपि दीङ्गां व्यपि दीङ्गां क्षम्यतां विभाषा लीयते लीयते खिदे छन्दसि अपगुरो नमुलौ नमुलि विजया न विजया भगिनी न वरुणा भगिनी पठतु विभाषा लीयते खिदेश्चन्दसि अपगुरो नमुलि निष्पुरो नौ भजने वीयते विदेतेः केतुभये नित्यं स्तम मयते मयते मध्ये किमस्ति बिबेतेर् बिबेते हेतुभये अन्तिमसूत्र नित्यं स्मयते स्मयतेः सम्यक् अत्र किमस्ति इति चेत् आत्वप्रकरणम् इति अस्ति अत्र यत्र कुत्रापि आत्वादेशः अपेक्षितः तादृशसूत्राणि अत्र सर्वाणि सन्ति आदेश उपदेशशिति इति सूत्रम् अस्माकं परिचितमस्ति परन्तु अन्यत्र लि वा भवतु घञ् वा भवतु नु वा भवतu नमुलि वा भवतु तत्सर्वम् अत्र उक्तमस्ति अस्माकं किम् अस्ति इति चेत् निचि अपेक्षितं निचि तत्र कानि सूत्राणि इति चेत् क्रीञ्जीनां नौ इति अस्ति सिद्ध्यतेर् अपारलौकिके अनन्तरं विभाषा लीयतेः चिस्पुरोर्नौ प्रजने वीयतेः बिभेतेर्हेतुभये नित्यं स्मयतेः इति आत्वप्रकरणम् अस्ति अत्र सर्वत्र एचः आत्वादेशः भवति एतानि सूत्राणि अस्तु तर्हि इदानीम् अस्माकं करपत्रं प्रति गच्छामः तत्र अग्रे यः परिच्छेदः अस्ति सरस्वती भगिनी पठतु आं भगिनि अत्र एकः प्रश्नः उदेति तस्मात् अत्र एकः प्रश्नः उदेति नन्तप्रकरणे ईकारान्तानां निचिपरे अचोण्णिति इत्यनेन वृद्ध्यनन्तरम् आदेश उपदेशेषिति इति सूत्रेण प्रभावः किमर्थं न स्यात् यदा ईकारान्तधातुः एजन्तधातुः जातः तदा किमर्थम् आदेश उपदेशेषिति इत्यनेन एव ऐकारस्य आकारदेशः न स्यात् किमर्थमत्र नूतनसूत्रस्य क्रिञ्जीनाम्णौ इत्यस्य आवश्यकता अस्ति यथा क्रैयोग इ इत्यस्यां दशायाम् आदेश उपदेशेषिति इत्यनेन एव क्रायोग इ भवतु अत्र एचः आत् जातम् अपि च अशित् निच् प्रत्ययः परोऽस्ति परन्तु एका समस्या अस्ति क्रै उपदेशः नास्ति इत्युक्ते मूलधातुरूपं नास्ति सूत्रे उपदेशे इति दत्तमस्ति अतः यत्र मूले एजन्तधातुः अस्ति तत्रैव सूत्रस्य प्रसक्तिः नान्यत्र अतः क्रिञ्जीनौ णौ इत्यस्य आवश्यकता अपि च अधः यावन्ति तुल्यसूत्राणि तेषामपि वदामि वा अस्य प्रतिपादनं करोमि वा कृपया करोतु भगिनि अस्तु तर्हि एतस्य विषये इदानीमेव वयं चर्चां कृतवन्तः पुनः एकवारम् अत्र दत्तमस्ति किमर्थं नूतनसूत्रस्य इत्युक्ते क्रिञ्जीनां णौ अणौ इत्यस्य किमर्थम् आवश्यकता अस्ति अत्र दत्तमस्ति तर्हि यदि ईकारान्तधातुः अस्ति सार्वधातुक अर्थधातुकयोः अनेन सूत्रेण इदं सूत्रं बाधित्वा अचोण्णिति अस्य वयं प्रयोगं कुर्मः तदा वृद्धिः कुर्मः पुनः एजन्तधातुः भवति अनन्तधातुः परन्तु तदा आदेश उपदेशेषिति एतस्य किमर्थं वयं तदा एव प्रसक्तिः नास्ति तस्य उत्तरमस्ति अत्र तर्हि अत्र उपदेशे ईकारान्त एजन्तधातुः नास्ति केवलं तस्य अचोणिति सूत्रस्य कार्यं कृत्वा एव एजन्तधातुः भवति तथा च आदेश उपदेशिषिति अस्मिन् सूत्रे उपदेश सूत्रे एव अस्ति, तर्हि तस्य आवश्यकता अस्ति यत् उपदेशे एव एजन्त भवेत् इति. अतः वयम् अचुण् इति सूत्रस्य उपयोगं कृत्वा यदा एजन्त भवति तदा आदेश उपदेशिषिति सूत्रस्य प्रयोगं कर्तुं न शक्नुमः, अतः पुनः एकनूतनसूत्रस्य आवश्यकता भवति. अतः एव क्रिङ् जीनौ जीनां णौ एतस्य एतत् सूत्रमस्ति. मूलधातुरूपं नास्ति अतः एतस्य आवश्यकता भवति. सम्यक् समीचीनम्. इत्युक्ते तत्र आदेश उपदेशेषिति इति सूत्रे उपदेशे इति उक्तत्वात् यदि सूत्रम् आदेच अशिति इति अस्ति चेत् तदानीं क्लेशः नास्ति, परन्तु तत्र उपदेशे इति पदमपि अस्ति, आदेच उपदेशेषिति. तर्हि उपदेश अवस्थायाम् एजन्तः अस्ति चेदेव अनेन सूत्रेण अत्वं भवति. अतः क्रीङ् जी क्री इङ् जी जी इत्येतेषां धातूनां विषये उपदेश अवस्थायाम् एच् वर्णः नास्ति, एजन्तः नास्ति इति कृत्वा आदेश उपदेशेषिति इत्यनेन आत्वं न प्राप्यते. तदर्थम् अत्र नूतनसूत्रं कृतमस्ति, न केवलं क्रीङ् जीनां नौ, अपि च अन्यानि सूत्राणि अपि यथा इदानीम् अस्माभिः तत्र किम् अष्टाध्याय्याम् अस्माभिः दृष्टानि खलु, तेषां सर्वेषामपि आत्वं आत्वविधानार्थम् एतानि सूत्राणि कृतानि, यतोहि आदेश उपदेशेषिति इत्यनेन न लभ्यते इति कृत्वा. अस्तु अस्तु, अग्रिमवाक्यत्रयमपि पठतु भगिनि, वाक्यद्वयम्. अत्र क्रीङ् जीनां णौ इत्यादीनां सूत्राणां सङ्ख्याम् अवलोकताम् आदेश उपदेशिष्यति इत्यस्य अनन्तरम् अनेकानि सूत्राणि सन्ति ये यैः येषाम् उपदेशावस्थायाम् एजन्तत्वं नास्ति तेषामपि आत्वं विधीयते. आदेश उपदेशिष्यति षष्ठः पाठः प्रथमपादे पञ्चचत्वारिंशत् अस्ति, तथा क्रीङ् जीनां णौ अष्टचत्वारिंशत्. तर्हि मध्ये ये ये आगच्छन्ति अनन्तरं दृष्टं खलु, तत्र यानि सूत्राणि दृष्टानि आदेश उपदेशिष्यति इत्यनेन न प्राप्यते इति कृत्वा तानि सूत्राणि कृतानि. अस्तु अस्तु अस्तु, अवगतं भगिनि. भगिनि एकः प्रश्नः, भगिनि क्रीङ् जीनां णौ अत्र इन् धातु कुत्र अस्ति भगिनि? क्रीयोगः इङ् क्रीयोगः इङ् क्रीङ् ओ ओके क्रीयोगः इङ् क्रीङ् अस्तु. तर्हि इदानीम् अग्रे गच्छामः, वंसि भगिनि अग्रे. द्वितीयबिन्दुः अस्ति, लि धातुः लि भुवादिगणे लयति टु मेल्ट्, दिवादिगणे लीयते टु बि डिसाल्व्ड्, क्रियादिगणे लीनाति टु मेल्ट्, चुरादिगणे लाययति द्रवीकरणे. पाणिनेः धातुपाठे त्रयः लि धातवः सन्ति, दिवादिगणे क्रयादिगणे चुरादिगणे च. यः धातुः चुरादिगणे अस्ति तस्य विकल्पेन विच्छीयते अदृशाद्वा इत्यनेन कणसूत्रेण. यस्मिन् पक्षे निच् नास्ति, यस्मिन् पक्षे निच् न विधीयते तस्मिन् पक्षे रूपं भुवादिगणवत् भवति. अतः मातृभिः उच्यते यत् अयं धातुः भुवादिगणे भवेत्. पाणिनिना तु चुरादिगणे एव अयं धातुः स्थापितः. एतादृशाः केचन धातवः सन्ति यत्र मातॄणां मतमस्ति यत् धातुपाठः समीकरणीयः. अस्तु अस्तु, तत्र मातुः चिन्तनम् अस्ति. तत्र किमस्ति इत्युक्ते तत्र लि धातु त्रयाणां न तत्र धातु न ली धातु कणत्रये अस्ति. एकं तु भुवादिकणे अस्ति, दिवादिकणे भुवादिकणे लयति इति रूपमस्ति, दिवादिकणे तु लीयते इति रूपमस्ति, क्रयादिकणे तु लीनाति इति रूपमस्ति. चुरादिकणे अपि ली धातु अस्ति, द्रवीकरणे इति अर्थे अस्ति. तत्र तु निच् विकल्पेन भवति, तत्र लाययति अपि भवति, अपि च लापयति इति भवितुम् अर्हति इति चिन्तयामि द्वितीयरूपं. यतोहि भवती सम्यक्तया उक्तवती गणत्रये एव अस्ति. गणत्रयं किं? भुवादिगणे, दिवादिगणे, क्रयादिगणे. भुवादिगणे नास्ति. ओ, भुवादिगणे नास्ति. अस्तु, वस्तुतः दातुपटे वयं पश्यामः चेत् क्रियादिगणे, चुरादिगणे, दिवादिगणे. सत्यं सत्यं, क्षम्यतां. सत्यम्. अतः तत्र परन्तु भुवादिगणे ली धातु किमर्थं लयति इति रूपं किमर्थमस्ति तत्र? अग्रे पठतु. हा, क्षम्यतां. हा, अस्तु. निच्छिन विधीयते तस्मिन्, अस्तु, यस्मिन् पक्षे निच्छिन विधीयते तस्मिन् पक्षे रूपं. यः धातु चुरादिगणे अस्ति तस्य विकल्पेन निच् विधीयते इति उक्तं खलु? सत्यं सत्यम्. हा, अस्तु. यत्र निच् नास्ति, एकं तु निच् रूपमस्ति, लायति इति रूपं भवति. यत्र निच् नास्ति तत्र तु लयति इति रूपं भवति. अस्तु, लयति इति रूपं तु भुवादिगणवत् रूपं भवितुम् अर्हति. अतः मातुः चिन्तनम् अस्ति तत्र एषः धातु भुवादिगणे एव स्थापितम् उचितम् इति मातुभिः मतम् अस्ति इति चिन्तयामि. यतोहि तत्र भुवादिगणे नास्ति, परन्तु रूपं तु भुवादिगणवत् भवितुमर्हति, तेन कारणेन तत्र स्थापितुम् उचितम् इति मातुः चिन्तनम् अस्ति इति चिन्तयामि. सम्यक्, समीचीनं. तर्हि धातुः तु ली धातुः, दिवादिगणे क्रियादिगणे, दिवादिगणे लीयते, क्रियादिगणे लति लीनाति, चुरादिगणे लाययति इति तत्र त्रिषु गणेषु अस्ति धातुः ली धातुः. परन्तु चुरादिगणे यः ली धातुः अस्ति तत्र एकं गणसूत्रम् अस्ति, आदृशाद्वा इति गणसूत्रेण निच् प्रत्ययः विकल्पेन विधीयते. यस्मिन् पक्षे निच् प्रत्ययः विधीयते तत्र ली धातोः लीनयति इति अपि रूपं भवति, नो चेत् किं लाययति इति रूपं भवति, नो चेत् लापयति इति अपि रूपं भवति. त्रीणि रूपाणि भवन्ति यस्मिन् पक्षे निच् अस्ति. यस्मिन् पक्षे निच् नास्ति तत्र द्वादिगणवत् शप्रत्ययं योजयित्वा लयति इति रूपं लभ्यते. बहुत्र किं कुर्वन्ति इति चेत् चुरादिगणीयधातोः एव रूपद्वयम् अस्ति इति प्रदर्शयन्ति, लयति अपि च लाययति, लापयति इत्यादीनि. परन्तु तत्र मातृभिः मतं किम् अस्ति इति चेत् किमर्थं चुरादिगणे स्थापनीयं? विकल्पेन रूपम् अस्ति चेत् भुवादिगणवत् अस्ति, अतः भुवादिगणे एव स्थापयामः इति तस्याः मतं. न केवलम् अस्य धातोः विषये, एतादृशः दृशः बहवः धातवः सन्ति यत्र निच् प्रत्ययः विकल्पेन भवति, तत्र सर्वत्र एवं रीत्या चिन्तनम् अस्तु. इदानीम् अग्रे क्षम्यतां, तत्र भुवादिगणे स्थापितः चेत् तत्र निच् प्रत्यये प्रेरणार्थे भवितुमर्हति वा इति एव. अस्तु, एकं रूपं तु सामान्यरूपं भवितुमर्हति, द्वितीयरूपं प्रेरणार्थे भवितुमर्हति. निश्चिन्तरूपं प्रेरणार्थे निच् प्रत्ययस्य अपि च भुवादिगणे धातुः भवतु इत्यत्र कः सम्बन्धः? न, परन्तु चुरादिगणे तु प्रेरणार्थे अपि च स्वार्थे अपि भवितुम् अर्हति. यदि भुवादिगणे स्थापितः चेत् तत्र तु प्रेरणार्थे तु स्वार्थे न भवति, न तत्र तत्र क्लेशः. भुवादिगणीयधातोः न, भुवादिगणीयधातोः तत्र स्वार्थे निष्कृत्यः विधीयते एव नास्ति खलु? अतः तेन कारणेन चुरादिगणी एव भवितुम् अर्हति वा इति. किमर्थं तत्र स्थापितम् इति चेत् तत्र रूपद्वयं भवेत् इति कारणात् भवितुमर्हति वा? न, रूपद्वयम् अस्ति खलु, निच् प्रत्ययः विकल्पेन विधीयते. यस्मिन् पक्षे निच् प्रत्ययः विधीयते तस्मिन् पक्षे स्वार्थे अस्ति चुरादिगणे. स्वार्थे एव निच् प्रत्ययः विधीयते खलु चुरादिगणे? चुरादिगणे धातुः अस्ति, स्वार्थे निच् प्रत्ययः विधीयते, अतः रूपं लभ्यते स्वार्थे. परन्तु यस्मिन् पक्षे निच् प्रत्ययः न विद्यते तदानीं भुवादिगणे वयं स्थापयामः, भुवादिगणे वयं स्थापयामः चेत् तदानीं तत्र प्रेरणार्थे निचि अपि रूपं लभ्यते. चुरादिगणे यः धातुः अस्ति तस्यापि प्रेरणार्थे रूपं लभ्यते. अतः प्रेरणार्थे प्रेरणार्थे निचः विधानम् अत्र अनेन न कोऽपि सम्बन्धः. अस्तु, तर्हि आदृशाद् वा इत्यस्य सूत्रं वा किमस्ति तत्र? गणसूत्रं. गणसूत्रं तत्र गणसूत्रे स्थापितं न आवश्यकं नास्ति. पुस्तके नास्ति. पुस्तके अस्ति. पुस्तके अस्ति. अस्ति वा? किं गणसूत्रं किम् उक्तं? न, तत् गणसूत्रस्य आवश्यकता नास्ति. यतोहि यदि भुवादिगणे स्थापितः अस्ति चेत् तत्र गणसूत्रस्य आवश्यकता एव न भवितुमर्हति. आवश्यकता गणसूत्रस्य आवश्यकता न भवति. भुवादिगणे स्थापितं चेत् एकः धातुः भुवादिगणे, एकः धातुः दिवादिगणे, गणसूत्रस्य आवश्यकता नास्ति इत्येव मातुः अभिप्रायः. अस्तु, अवगतं भगिनि. अस्तु अस्तु, मातुः अभिप्रायः तदेव. किमर्थम् आदृशाद् वा इति किमपि वक्तव्यं? पृथक् पृथक् करोतु, भुवादिगणे एकं स्थापयतु, अनन्तरं द्विवादिगणे एकं स्थापयतु. सत्यम्. अतः अत्र आदृशाद्वा इति किमपि मास्तु. सत्यं, तदपि समीचीनं. पुस्तके अस्ति 120 इति पृष्ठसङ्ख्या अस्ति मम पुस्तके. वानिजन्ताः आदृशीयाः युजादयः इति अस्माभिः दृष्टम्, एकवारं दृष्टम् इति मन्ये. दृष्टं वा चुरादिगणस्य विषये? दृष्टम् इति मन्ये. अस्तु, इदानीम् अग्रिमसूत्रमस्ति. किं शुभदा भगिनी पठति वा? आं भगिनी, नमस्कारः. लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने 7339 णिचि परे स्नेहविपातने विकल्पेन ली धातोः नुक् ला धातोः लुक् च तदभावे पुक्. स्नेहः नाम तैलं घृतं, विपातनं नाम टु मेल्ट् टु डिसॉल्व. स्नेहविपातनार्थे णिचि ली धातोः नुगागमः, ला धातोः लुगागमः च विकल्पेन भवति. लीश्च लाश्च लीलौ द्वन्द्वः तयोर्लीलोः, नुक्च लुक्च नुग्लुकौ द्वन्द्वः. स्नेहस्य विपातनं स्नेहविपातनं, तस्मिन् स्नेहविपातने षष्ठी तत्पुरुषः. लीलोः षष्ठ्यन्तं, नुग्लुकौ प्रथमान्तम्, अन्यतरस्यां सप्तम्यन्तम्, स्नेहविपातने सप्तम्यन्तम्, अनेकपदमिदं सूत्रम्. अर्ति रीव् ली रीक् नुयि क्ष्मा यातां पुङ्णौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. स्नेहविपातने लीलोः अङ्गस्य नुग्लुकौ णौ अन्यतरस्याम्. अत्र एकं सूत्रं, लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने. एतत् सूत्रं वदति यत् णिच् प्रत्यये परे स्नेहविपातन डिसॉल्विङ्ग् आफ् घृतम् आफ् घी और् द स्नेह इन् देट् अस्मिन् अर्थे स्नेहविपातन इति अर्थे यदा णिच् परे भवति चेत् ली धातोः नुक् इति आगमः भवति, ला धातोः लुक् इति आगमः भवति, परन्तु विकल्पेन भवति. यदा ली धातोः नुगागमः अपि च ला धातोः लुगागमः णिचि परे स्नेहविपातने इत्यस्मिन् अर्थे न भवति तदा तत्र सामान्यं पुगागमः, सामान्यः पुगागमः एव भवति. अतः अनुवृत्तिसहितसूत्रं वदति स्नेहविपातने स्नेहविपातन इति अर्थे ली धातोः अपि च ला धातोः लीलोः अङ्गस्य नुग्लुकौ नुक् च लुक् च क्रमशः णौ अन्यतरस्यां, णौ इति णिचः सप्तमी, अन्यतरस्यां विकल्पेन भवति. यदा नुक् नुक् अपि च लुक् आगमौ न भवतः तदा पुगागमः एव भवति, यत्तु सामान्या प्रक्रिया अस्ति. अग्रे करोमि वा नुक् आगमि हा भगिनि कृपया करोतु अत्र एतावता कोऽपि प्रश्नः न स्यात् यतोहि सूत्रम् अस्माभिः गतवर्गे अपि पठितम् अग्रे नुक् आगमे ली योगः णिच् ली योगः नुक् योगः इ लीनि लीनयति इति भवति अत्र किमर्थम् अचोयणिति इति प्रथमं स्यात् ली योगः णिच् ली योगः नुक् योगः इ तत्र णिचि परे स्नेहविपातन अर्थे नुगागमः भवति अतः ली नुक् इत्यस्मिन् न इति अवशिष्यते ली न इ लीनि इति भवति लीनि तदनन्तरं शबादि प्रत्ययः लीने एचोयवायावः लीनय लीनयति इति भवति अत्र किमर्थम् अचोयणिति इति प्रथमं स्यात् इति लिखितम् अत्र नुग् अभावे विभाषा लीयतेः इति भवति यत्र नुगागं न भवति तत्र विभाषा लीयतेः इति अन्यत् सूत्रं कार्यं करोति तत् सूत्रं वयम् अग्रिमसप्ताहे पठिष्यामः अत्र किमर्थं न अचोयणिति इति प्रथमं स्यात् अचोयणिति इत्यस्य कार्यं प्रथमं किमर्थं न भवति इति ली योगः इ इत्यस्मिन् स्थितौ लै इति अचोयणिति इत्यनेन वृद्धिः किमर्थं न भवति नुगागं किमर्थं भवति इति प्रश्नः इति प्रश्ने सति अचोयणिति इति पूर्वसूत्रमस्ति लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने इति परसूत्रम् अत्र विप्रतिषेधः भवति इति कृत्वा परसूत्रं कार्यं करोति विप्रतिषेधं प्रदर्शयतु कथं भवति विप्रतिषेधः तत्र लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने इति सूत्रं यदा यदि अत्र कार्यं न करोति चेत् कुत्रापि कार्यं कर्तुं न शक्नोति यतोहि ली अपि च ला इति धातुद्वयस्य कृते एतत् सूत्रं विशेषभेदत्वात् तत्र विधीयते अतः तस्य कार्यम् अन्यत्र कुत्रापि नास्ति तस्य अन्यत्र लब्धावकाशः नास्ति अपि च अचोयणिति इति सूत्रं तु औत्सर्गिकसूत्रमस्ति अतः अपवादत्वेन भवति इति वक्तुं शक्नोति वा विप्रतिषेधः इति विप्रतिषेधः इति उक्तवती खलु पूर्वम् आम् आम् परन्तु तत्तु न समीचीनम् इति भाति तत्र अचोयणिति वक्तुं शक्यते वा इति प्रश्नः अचोयणिति इति कार्यं करोति औत्सर्गिकरीत्या परन्तु यदा अचोयणिति अपि च लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने इति द्वयोः प्रसङ्गः अस्ति चेत् तत्र अपवादत्वेन लीलोः इत्यस्य कार्यं भवति यतोहि तस्य अन्यत्र अवकाशः नास्ति इति कृत्वा अपवादत्वेन तत्र नुगागमः भवति इति चिन्तनं हा समीचीनम् अत्र किम् अहं वदामि इति चेत् इतोपि नुगग अभावे किं भवति इति सर्वं विचिन्त्य तत्पश्चात् वयं चिन्तयामः अचोयणिति इत्यस्य विषये तदानीं समग्रं भवति यतोहि अत्र लीलोर्नुग्लुकवनितरस्याम् इत्यत्र विकल्पेन एव भवति खलु नुगागमः सत्यं नुगागमः विकल्पेन एव भवति अपि च अत्र अग्रे विभाषा लीयतेः इत्यपि अस्ति तत्सर्वं स्वीकृत्य एतेषां त्रयाणां सूत्राणां कः सम्बन्धः इति एकवारं पश्यामः परन्तु तत्र प्रश्नः अस्ति न तत्र समानस्थले कार्यं नास्ति न तत्र एकं तु नुवाकमानस्थ अचोयणिति वृत्तिकार्यमस्ति तत्र इकारस्य वृत्तिः भवति तत्र तु लीलोर्नु अन्यतरस्यां तु नुवाकमः करोति तत्र तु यदा नुवागमः भवति तदानीम् अचोयणिति इति कार्यं करोति वा न करोति अतः विप्रतिषेधः तु अस्ति अतः तु सङ्घर्षः तु अस्ति खलु सङ्घर्षः अस्ति परन्तु अपवादः इति वक्तुं शक्यते वा इति प्रश्नः मम तु कृतकृतप्रसङ्गी इति भवति अत्र भाति नित्यसूत्रं भवति कृताकृतप्रसङ्गी किं सूत्रं नित्यसूत्रम् इति नुक् भवति चेत् कार्यं न करोति परन्तु नुक् इत्यस्य कार्यं णिच् इत्यस्य कार्यं कृत्वा अपि भवितुम् अर्हति इति भाति कृताकृतप्रसङ्गी रूपं भिन्नं भवति परन्तु कर्तुं शक्यते अतः अत्र कृताकृतप्रसङ्गी इति कृत्वा नित्यं नुगागमः हा नित्यम् इति अस्ति परन्तु नित्यात् अपि नित्यस्य अपेक्षया अपवादत्वम् अस्ति वा इति प्रश्नः अपवादः अस्ति चेत् नित्यत्वं न स्वीक्रियते खलु अपवादः इति तु वक्तुं न शक्यते खलु परन्तु नित्यत्वेन दुष्ट अनिष्टरूपं साधयति अतः तत्तु न इष्टमिति मन्ये हा अनिष्टरूपं साधयति चेदपि कृताकृतप्रसङ्गी तदेव खलु न अपवादत्वं किमर्थं न वक्तुं शक्यते यतोहि सूत्रद्वयमपि कार्यं करोति खलु कुत्र करोति सूत्रद्वयमपि द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति इति प्रदर्शयति वा अचवयनिधि तु अस्ति लीलोर्नुग्लुकाव् इत्यत्र कुत्र अस्ति तत्र समानस्थले सा प्राप्तिः नास्ति न भगिनि तदेव अपवादस्य लक्षणं समानस्थले अपवादस्य लक्षणं समानस्थले भवेत् इति नास्ति अपवादस्य लक्षणं किम् अस्ति निरवकाशत्वम् अपवादस्य लक्षणं सत्यं परन्तु तत्र समानस्थले अपि आवश्यकं किल तत्र द्वयोः सूत्रयोः युगपत् प्राप्ति एक समानस्थले एव भवेत् इति नास्ति अत्र समानस्थलमिति स्वीकर्तुं शक्यते यतोहि ली इति अङ्गस्य एव नुगागमः ली इत्यस्य ईकारस्य एव नुगागमः ईकारस्य एव अचोयन् इत्यपि अस्ति खलु तदेव सूत्रद्वयमपि कार्यं करोति खलु तदीयोर्नुग्लुकाव् इत्यस्य अन्यत्र लब्धावकाशः भवती न प्रतिपादितवती एतावता कुत्र अस्ति अन्यत्र लब्धावकाशः अन्यत्र लब्धावकाशः नास्ति यदि लीता तु तत्र न कार्यं करोति कुत्रापि कार्यं इति चिन्तयन्तु कृताकृतप्रसङ्गी वा अपवादः अस्ति वा किम् अस्ति इति चिन्तयन्तु अग्रिमसप्ताहे वयम् इतोपि चर्चयितुं शक्नुमः अस्तु यदि तत्र अपवादः नास्ति इति वदति चेत् लीलोर्नुग्लुकाव् इत्यस्य अन्यत्र लब्धावकाशः कुत्र अस्ति इति प्रदर्शनीयम् अपवादः अस्ति चेत् तदानीम् अन्यत्र लब्धावकाशः नास्ति इति प्रदर्शनीयम् अस्तु भगिनी अपवादः इति यदा वदामः वृद्धिः इदानीं गुणस्य सारी इको एणचि इति यदा कार्यं करोति तत्र अकस्सवर्णे दीर्घः इत्यस्य कार्यं बाधयित्वा करोति परन्तु अत्र नुक् आगमः भवति अनन्तरम् अचोयनिति अपि कार्यं करोति तदा अपवादः इति वक्तुं शक्यते वा नुगागमस्य कार्यानन्तरं किं न भवति तत्तु हलन्तम् अङ्गं भवेत् नुगागमस्य अनन्तरं लीन् इति भवेत् तत्र अचोयनिति इति कार्यं कथं करोति न शक्नोति अचोय इति कार्यम् अतो अचोयनिति इति नित्यसूत्रं नास्ति अस्तु अचोयितिनिति इति नित्यसूत्रं नास्ति लीलोर्नुग्लुकाव् अन्यतरस्याम् इति नित्यसूत्रं भवितुम् अर्हति खलु अत्र किञ्चित् विचारः करणीयः तत्र अत्र इदानीं तु कर्तुं न शक्यते समयः अतीतः अतः चिन्तयन्तु सम्यक् धन्यवादः नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादः